गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय तद्विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं पुनस्मारणं जायमानमस्ति अपि च इदानीं पृथक्त्वम् इति गुणस्य विषये चिन्तनं तत्र प्रश्नः आसीत् भेदस्य पृथक्त्वस्य कः विशेषः इति एकः प्रश्नः आसीत् द्वितीयप्रश्नः भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः नैयायिकैः कथं कृतम् इति तर्हि भेदस्य पृथक्त्वस्य को विशेषः इति केवलं पुनस्मारणार्थं पुनः पृच्छामि कोऽपि वदति वा भेदस्य पृथक्त्वस्य कः विशेषः तयोः मध्ये कः भेदः इति अहं वदामि महोदय पृथक्त्वम् इति सर्वेषु द्रव्येषु वर्तते भेदः इति अन्योन्यभावः सप्तविधपदार्थेषु वर्तते पृथक्त्वं पुनः तद् गुणमस्ति पृथक्त्वम् इति गुणमस्ति अतः पृथक्त्वम् इति गुणम् अस्ति पृथक् इति शब्द गुणं कथं जानाति चेत् पृथक् इति शब्दम् एकद्रव्यं खडपटात् पृथक् इति वदामश्चेत् पृथक् इति शब्दस्वरूपं शब्दप्रयोगेन ज्ञानम् एव उत्पादयति अन्यत् किमपि न उत्पादयति अन्यत् किमपि न उत्पादयति इत्युक्ते अत्र अन्योन्य अभावः अन्यत् किमपि उत्पादयति किं घटः पटात् भिद्यते इति वदामश्चेत् अत्रापि ज्ञानम् उत्पद्यते एव अत्र मुख्यवार्ता का मया उक्तं खलु उदाहरणं स्वीकृत्य प्रतिपादितं खलु तर्हि उदाहरणं स्वीकृत्य वदति वा अहं वदामि हा मेहुल् महोदय वदतु भवान् एव उदाहरणं दत्तं गतवर्गे रक्तरूपं पीतरूपं न इति साधुवाक्यमस्ति परन्तु रक्तरूपं पीतरूपात् पृथक् इति असाधुवाक्यमस्ति तदेव उदाहरणम् अस्ति अत्र रक्तरूपं पीतरूपं न इति साधुवाक्यम् अस्ति किमर्थमित्युक्ते द्वयोः समानः नास्ति परन्तु यदि वयं तदेव उदाहरणे रक्तरूपं पीतरूपात् पृथक् इति वदामः चेत् तत्र पृथक्त्वम् इति गुणः अस्ति अतः तत् वाक्यं साधुः न भवति अत्र द्रव्ये एव पृथक्त्वम् इति प्रत्ययविषयः द्रव्ये एव भवति गुणे न भवति अतः रक्तरूपं पीतरूपात् पृथक् इति वदामः चेत् तत्र पृथक् इति शब्देन रक्तरूपम् इति अपि च पीतरूपम् इत्यनयोः मध्ये कः भेदः इत्युक्ते डिफ्रेन्स् कः इति पृथक् शब्देन न वक्तुं शक्नुमः किमर्थम् इत्युक्ते पृथक् इति पृथक्त्वम् इति द्रव्ये एव भवति न तु गुणे अतः उत्तमम् इति अस्ति पृथक्त्वम् इति गुणः द्रव्ये एव भवति इति कृत्वा रक्तरूपं पीतरूपात् भिद्यते इति प्रयोगः कर्तुं शक्यते किन्तु रक्तरूपं पीतरूपात् पृथक् इति प्रयोगः न कर्तुं शक्यते इति तयोः मध्ये विशेषः अस्तु तर्हि इदानीं द्वितीयप्रश्नः अस्ति तर्हि रक्तरूपं पीतरूपात् भिद्यते इति प्रयोगः नैयायिकानां मतानुसारं कर्तुं शक्यते घटः पटाद् भिद्यते इति अपि कर्तुं शक्यते. तर्हि यत्र यत्र पृथक् शब्दस्य प्रयोगः भवति तत्र तत्र अन्योन्य अभावं स्वीकृत्य भेदं स्वीकृत्यापि व्यवहारः साधयितुं शक्यते इति कृत्वा किमर्थं पृथक्त्वम् इत्यस्य पृथक्त्वम् इति अतिरिक्तगुणस्य अङ्गीकारः किमर्थं भवतु. पृथक्त्वम् इति अन्यतमः गुणः त्यजामः. यत्र यत्र पृथक्त्वम् इति गुणं स्वीकृत्य किमपि साधनीयं तत्र सर्वत्र भेदः एव स्वीकृत्य साधयितुं शक्नुमः इत्यतः तत्रैव लाघवमस्ति. किमर्थं पृथक्त्वं भेदात् पृथक् गुणः किमर्थं स्वीकर्तव्यम् इति प्रश्नः. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कथं कृतं तस्य उत्तरं वदति वा कोऽपि? शीलामहोदय प्रयत्नं करोति वा? आं महोदय, तत्र ग्रन्थकारेण तत्र उदाहरणं संयोगस्य उदाहरणं स्वीकृतं. तत्र संयोगं कथं भवति इत्युक्ते इदानीं तत्र अहं भित्तिं स्पर्शयामि तदा प्रथमतया तत्र मम हस्तेन भित्तिं स्पर्शयामि तत्र मम हस्ते क्रिया अस्ति. तदनन्तरं भित्त्या सह तत्र संयोगः जायते. इदं अयं संयोगः कथं कदा जायते इत्युक्ते तत्र पृथक्त्वम् इति गुणः अस्ति चेदेव तत्र संयोगः जायते. यत्र कुत्र इदानीम् अस्माकम् उदाहरणे इदानीम् उदाहरणे यदा संयोगः जायते तत्र अत्र अस्तु अत्र संयोग कदा जायते इत्युक्ते यदा पृथक्त्वम् इति गुणः अस्ति चेदेव तत्र संयोगः भवति इति अस्ति. कत् इतोपि अस्ति तत्र इत्युक्ते तत्र पृथक्त्वम् आश्रय आश्रयौ पृथक् आश्रय आश्रयौ युतसिद्धयोः एव संयोगः इति अस्ति. युतसिद्धयोः इत्युक्ते पृथक्त्व आश्रय आश्रितौ पृथक् आश्रय आश्रितौ इति अस्ति. तदा पृथक्त्व आश्रयौ इति शब्दप्रयोगः अस्ति इति कृत्वा तत्र पृथक्त्वम् इति गुणः भवेत्. तत्र भेद आश्रय आश्रितौ इति नास्ति इति कृत्वा तत्र पृथक्त्वम् इति गुणं स्वीकृत्य एव संयोगस्य निरूपणं भवति. अत्र केवलं पृथक् इति शब्दः अस्ति इति कृत्वा अङ्गीकर्तव्यं वा? न तत्र पृथक्त्वम् इति गुणः अस्ति इति कृत्वा एव तस्य शब्दप्रयोगः वयं कुर्मः. पृथक्ताश्रय आश्रितौ इति शब्दप्रयोगं कुर्मः. किमर्थम् अत्र इदानीं भेदं स्वीकृत्य पृथक् इति शब्दप्रयोगः मया क्रियते चेत् कः दोषः? घटः पटात् भिद्यते इति बोद्धुं घटः पटात् पृथक् इति वदामश्चेत् कः क्लेशः? तत्र इदानीं तत्र इदानीम् अस्तु तत्र भेदः इति स्वीकुर्मः तदा इदानीं कपालं स्वीकुर्मः घटम् अपि स्वीकुर्मः तदा इदानीं कपालात् घटस्य उत्पत्तिः भवति. इदानीं तदा घटः भिन्नः कपालात् घटः भिन्नः तदा तयोः मध्ये अपि संयोगः भवति इति वक्तव्यं भवति इति कृत्वा तत्र अहं तादृशं चिन्तयामि महोदय इति कृत्वा एव इदानीम् उत्तरं प्रति आगतं किन्तु सर्वं स्पष्टतया न उक्तं. तर्हि इतोपि किञ्चित् भवानेव चिन्तयतु. उत्तरं प्रति आगतम् अत्र पृथक् आश्रय आश्रितौ इति तत्र पृथक् इति शब्दः प्रयुक्तः इति कृत्वा पृथक्त्वम् इति गुणम् इति न वक्तव्यं. गुणम् अस्ति इति कृत्वा प्रयोगः अस्ति न तत् त्यजतु. गुणमस्ति इति कृत्वा प्रयोगः वा प्रयोगः क्रियते इति कृत्वा गुणं वा इति प्रश्नः अस्ति खलु. अन्योन्याश्रयः अस्ति. पृथक् इति शब्दः प्रयुज्यते इति कृत्वा पृथक्त्वम् इति गुणः अङ्गीकर्तव्यः वा पृथक्त्वम् इति गुणः अस्ति इति कृत्वा पृथक् इति प्रयोगः अङ्गीकर्तव्यः वा? तत्र अन्योन्याश्रयः अस्ति खलु. किन्तु घटकपालम् इति यत् भवता चिन्तितं तत् समीचीनं, किन्तु इतोपि स्पष्टतया वक्तव्यम्। इदानीं पृथक्त्वं कुत्र भवति इत्युक्ते भिन्नदेशे यदा इदानीं तत्र मम शरीरे एकदेशे अस्ति, भित्तिः अपरदेशे अस्ति, तदा एव तत्र संयोगः च उत्पत्तिः भवति। इदानीं पृथक्त्वम् इति गुणः कुत्र भवति इत्युक्ते भिन्नदेशस्थले ये सन्ति तयोः मध्ये तत्र पृथक्त्वम् इति गुणः भवितुम् अर्हति, तदा एव संयोगः जायते इति अहं चिन्तयामि। इदानीं घटकपालं विषयं स्वीकुर्मश्चेत् तत्र घटः अपि च कपालः एकदेशे एव स्तः इति कृत्वा तयोः मध्ये पृथक्त्वम् इति गुणः नास्ति इति कृत्वा तयोः मध्ये संयोगः इति संयोगस्य उत्पत्तिः न स्वीकुर्मः। तत्र भेदः निश्चयेन अस्ति। इदानीं घटः कपालात् भिद्यते एव, तु तत्र पृथक् इति न वक्तुं शक्नुमः। किमर्थम् इत्युक्ते घटकपालयोः मध्ये संयोगः नास्ति, समयः एव अस्ति इति कृत्वा। समीचीनम्, अस्तु। अत्र एकमेव इदानीं भवता उक्तमेव, किन्तु अधिकमुक्तं किन्तु केवलम् एतावत् वदति चेत् पर्याप्तं। यथा पूर्वस्य प्रश्नस्य उत्तरम् एवम् उक्तं, भेदपृथक्त्वयोः कः विशेषः इति चेत् रक्तरूपं पीतरूपात् भिद्यते इति वक्तुं शक्नुमः, किन्तु रक्तरूपं पीतरूपात् पृथक् इति न वक्तुं शक्नुमः इति तयोः मध्ये विशेषः इति यथा उक्तं, तथा अत्रापि वक्तुं शक्यते घटः कपालात् पृथक्, क्षम्यतां, घटः कपालात् भिद्यते इति वक्तुं शक्नुमः। घटकपालयोः मध्ये अन्योन्य अभावः अस्ति, किन्तु घटः कपालात् पृथक् इति न वक्तुं शक्नुमः। यद्यपि घटः अपि द्रव्यं, कपालः अपि द्रव्यम्, अपि च पृथक्त्वं सर्वेषु द्रव्येषु वर्तते इति उक्तम्, तथापि घटः कपालात् पृथक् इति न वक्तुं शक्नुमः। किमर्थम् इति चेत् यस्मिन् देशे कपालः अस्ति तस्मिन्नेव देशे घटः अपि अस्ति इति कृत्वा भिन्नदेशस्तयोः मध्ये एव संयोगः जायते, जातुम् अर्हति अपि च जायत्येव। एकस्मिन् देशे इदानीं वामहस्तः अन्यत्र अस्ति, दक्षिणहस्तः अन्यत्र अस्ति, द्वयोः मध्ये संयोगः भवितुम् अर्हति भिन्नभिन्नदेशस्तौ तौ इति कृत्वा। किन्तु यदा इदानीं संयोगः जातः तर्हि इदानीं हस्तद्वयमपि संयुक्तः अस्ति, भिन्नभिन्नदेशे न स्तः, पुनः तयोः मध्ये संयोगः भवति वा इति चेत् न इति कृत्वा। तर्हि तावदेव वक्तव्यं, तावद्वदामश्चेत् पर्याप्तं भवति, तावद्वदामश्चेत् पर्याप्तं भवति। इतोपि तत्र स्पष्टतया वक्तुम् इतोपि प्रयत्नं करणीयं। न न, भवान् अवगच्छति एव, किन्तु अस्माकं करपत्रे बहु किमपि अस्माभिः अधीतं खलु, निखिलावदति त्वं नित्यावदति त्वम् असह्योगः इति एतत् सर्वमस्ति, किन्तु तत्सर्वं तत्र तर्काः सन्ति, किन्तु कुत्र पर्यवसति? ब्रिविटि इस् द सोल् आफ् बिट् इति वदामः खलु, तादृशं। तर्हि उत्तरम् एवं वदामश्चेत् पर्याप्तं, किं घटकपालयोः घटकपालौ भिन्नौ, घटः कपालात् भिद्यते किन्तु घटः कपालात् पृथक् नास्ति इति वदामश्चेत् पर्याप्तं। तर्हि सर्वैः मया अवगन्तुं शक्यते, हा भवान् अवगतवान् एव इति। परन्तु महोदय, तर्हि तत्र यस्मिन् देशे कपालः अस्ति तस्मिन्नेव देशे घटः अपि अस्ति, अतः एव पृथक्त्वम् इति गुणः स्वीकृतं वा? तदेव तर्कः अस्ति. श्रीरामहोदय किमपि वक्तुम् इच्छति चेत् वदतु, नो चेत् म्यूट् मध्ये भवतः पार्श्वध्वनिः आगच्छति. हा पुनः पृच्छतु मेळ् महोदय. अहं मन्ये तत्र पृथक्त्वम् इति गुणः अन्यतमगुणः, किमर्थं न्यायिकाः स्वीकृतं? तर्हि तस्य तर्कः अस्ति, यस्मिन् देशे कपालः अस्ति तस्मिन्नेव देशे घटः अपि अस्ति, अतः तयोः मध्ये संयोगः न भवितुमर्हति, अतः घटः कपालात् पृथक् इति असाधु. परन्तु तदेव पर्याप्तं वा पृथक्त्वम् इति गुणः गुणस्य विषये? अस्तु, तर्हि इतोपि किञ्चित् वदतु भवान्, भवतः मनसि किमस्ति? न, अहं मन्ये तत्र तदेव तर्कः पर्याप्तं वा इति अहं चिन्तयामि. तत्र द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते इति पुस्तके दत्तम्. तर्हि तेन तर्केण एव पृथक्त्वम् इति नूतनगुणः न्यायिकाः स्वीकर्तव्यः वा? अस्तु, चिन्तयामः, समीचीनप्रश्नः अस्ति. तर्हि इतोपि एकं वाक्यं वक्तव्यं भवति. अत्र तर्कः एषः एव यद् मया उक्तं, परन्तु स्पष्टीकरणार्थम्. अस्तु, समीचीनं. तर्हि प्रश्नः कः? पूर्वपक्षी किं वदति? यत्र यत्र पृथक्त्वं स्वीकृत्य किमपि व्यवहारः कुर्मः, स च व्यवहारः भेदं स्वीकृत्य एव कर्तुं शक्नुमः इति कृत्वा पृथक्त्वम् इत्युक्ते आवश्यकता एव नास्ति इति एव पूर्वपक्षिणः आक्षेपः खलु? अस्तु अस्तु, तत् आक्षेपस्य निराकरणम् एतत् तर्केण भवति, तत् सत्यं. तत् कथम् इति प्रतिपादयतु, भवानेव प्रतिपादयतु अस्य आक्षेपस्य निरासः कथम् इति. अस्तु, तर्हि घटः कपालात् भिद्यते इति यदि वदामः चेत् तत्र भिद्यते इति शब्दस्य अर्थः अन्योन्यभावः इति वा अन्यत् किमपि वा इति अहं न अवगतम्. भिद्यते न, अत्र अस्माकं लक्ष्यं किं? पूर्वपक्षिणः आक्षेपः कः? यत्र यत्र पृथक्त्वं स्वीकृत्य यत्किमपि व्यवहारं कुर्मः तत्र सर्वत्र भेदं स्वीकृत्य एव साधयितुं शक्नुमः इति पूर्वपक्षी आक्षिपति. तर्हि अस्माभिः किं वक्तव्यं, निरूपणीयम् इति चेत् अस्मिन् सन्दर्भे यः कोऽपि सन्दर्भः द्रष्टव्यः, यस्मिन् सन्दर्भे भेदं स्वीकृत्य अत्र व्यवहारः न कर्तुं शक्यते किन्तु पृथक्त्वं स्वीकृत्य एव व्यवहारं कर्तुं शक्नुमः इति निरूपणीयं. तर्हि तादृशसन्दर्भः कः इति चेत् संयोगः इति सन्दर्भः. अस्तु अस्तु, संयोगस्य सन्दर्भे. संयोगस्य सन्दर्भे वदतु, इदानीं वदतु भवान्. संयोगस्य सन्दर्भे वदामः चेत् अत्र घटः कपालात् भिद्यते इति वक्तुं शक्नुमः, परन्तु संयोगं स्वीकृत्य वदतु महोदय. ओ, संयोगं. तर्हि प्रथमं संयोगः कयोः मध्ये भवति इति चिन्तयतु. अस्तु अस्तु, द्रव्ययोः मध्ये एव संयोगः भवति. किन्तु द्रव्ययोः मध्ये इति वदामश्चेत् पर्याप्तं वा? न, अपि च तस्मिन् एक एक एव देशे अस्ति अथवा एक एव काले अपि खलु? कालं त्यजतु, इदानीं देशमेव स्वीकुर्मः. अस्तु अस्तु, तर्हि कदाचित् भवितुमर्हति, कदाचित् न भवितुमर्हति देशस्य. इत्युक्ते द्रव्ययोः मध्ये एव संयोगः भवति इति तु सत्यं. सत्यं, किन्तु सर्वेषु द्रव्येषु मध्ये संयोगः भवत्येव इति न खलु? पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति. ये द्रव्ये भिन्नभिन्नदेशस्ते तयोः मध्ये एव संयोगः भवति. वामहस्त दक्षिणहस्तयोः मध्ये एव मध्ये संयोगः भवति. घटपटयोः मध्ये संयोगः भवति. किन्तु अवयव अवयविनोः मध्ये संयोगः भवति वा? तत्र संयोगः न भवितुम् अर्हति. यद्यपि द्वयमपि द्रव्यं, घटः अपि द्रव्यं, कपालः अपि द्रव्यं, तर्हि घटकपालयोः मध्ये संयोगः भवति वा? न भवति. किं किमर्थं? तौ पृथगाश्रय आश्रितौ न इति कृत्वा. तर्हि अत्र पृथग् आश्रय आश्रितौ इति उक्तं खलु. तस्मिन् अस्मिन् व्यवहारे पृथक् इति गुणं त्यक्त्वा भेदाश्रय आश्रितौ इति वक्तुं शक्यते वा? तर्हि अस्मिन् सन्दर्भे भेदं स्वीकृत्य व्यवहारं कर्तुं न शक्नुमः. केवलं पृथक्त्वम् इति गुणं स्वीकृत्य एव व्यवहारं कर्तुं शक्नुमः इति निरूपितम्. तर्हि पूर्वपक्षी किम् आक्षेपं करोति? यत्र यत्र भवान् पृथक्त्वम् इति गुणं स्वीकृत्य व्यवहारं करोति तत्र सर्वत्र भेदं स्वीकृत्य अहं व्यवहरामि इति सः आक्षेपति. तर्हि भवान् तर्हि पुनः अस्माभिः उक्तं तर्हि इत्र अत्र अत्र कथं वा भेदं स्वीकृत्य व्यवहारं कर्तुं शक्यते? भेद आश्रय आश्रितौ इति व्यवहारः कर्तुं शक्यते वा इति चेत् न कर्तुं शक्यते. अत्र पृथक् पृथग् आश्रय आश्रितयोः मध्ये एव संयोगः भवति इति वक्तुं शक्नुमः. तत्र पृथक्त्वम् इति गुणस्य अङ्गीकारः कर्तव्यः इति उक्तम्. बुद्धं खलु इदानीं? तर्हि तदपि वाक्यं वक्तव्यम् आसीत्. ते यद्यपि घटघट घटकपालयोः मध्ये पृथक्त्वं घटः कपालात् पृथक् इति व्यवहारः न कर्तुं शक्यते किन्तु घटः कपालात् भिद्यते इति व्यवहारः समीचीनः इति एव मुख्यतर्कः अस्ति. किन्तु अस्य प्रश्नस्य उत्तरार्थम् इतोपि एकं वाक्यं वक्तव्यं. किम् इति चेत् पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति. तत्र पृथक् इति पदं पदस्य स्थाने भेद आश्रय आश्रितयोः इति यदा कदापि न व्यवहारः कर्तुं न शक्यते इति बोधः. अस्तु महोदय, एकः प्रश्नः अस्ति. यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र संयोगः न भवितुम् अर्हति इति वक्तुं शक्यते वा? सत्यं सत्यं. किन्तु भवान् तत्र भवता करपत्रं पठनीयम् अपि च अस्माकं वर्गे तु अहं पाठयिष्यामि. किन्तु किमर्थं घटकपाल अवयव अवयविनोः मध्ये समवायः एव भवति इति मया पाठितं. नैयायिकैः उक्तमपि पञ्चसु स्थलेषु समवायसम्बन्धः एव भवति इति नैयायिकाः वदन्ति. किन्तु अवयव अवयविनोः मध्ये किमर्थं समवायः एव भवति न तु संयोगः इति वक्तव्यं. तत्रैव निखिल अवधिकत्वं नित्य अवधिकत्वम् इति तादृशसिद्धान्ता सिद्धान्तानां प्रयोगः नैयायिकाः क्रियन्ते. तदस्माभिः तद् भवता एतावत् न पठितं. किन्तु यद्भवता उक्तं तत् सत्यम्. इत्युक्ते यत्र यत्र समवायः भवति तत्र संयोगः न भवति, यत्र यत्र संयोगः भवति तत्र समवायः अपि न भवति. इत्यतः एव सम्बन्धद्वयं नैयायिकैः स्वीकृतम् अपि च एकं सम्बन्धं गुणत्वेन स्वीकृतं. तर्हि संयोगः इति सम्बन्धः किन्तु संयोगः इति कीदृशपदार्थः इति चेत् तदेव अग्रे आयास्यति, संयोगः इति गुणः पृथग आश्रय आश्रितयोः मध्ये भवति, घटभूतलयोः मध्ये संयोगः भवति, संयोगः इति गुणः। यथा रूपं घटे समवायसम्बन्धेन वर्तते तथा संयोगः अपि समवायसम्बन्धेन वर्तते इति बोधः भवति अग्रे। घट संयोगः इति गुणः, तर्हि घटकपालयोः घटभूतलयोः मध्ये कः अस्ति? संयोगसम्बन्धः अस्ति। स च संयोगः इति सम्बन्धः भिन्नपदार्थः अस्ति। तर्हि सम्बन्धः संयोगसम्बन्धः केन सम्बन्धेन घटे अस्ति भूतले अस्ति इति चेत् समवायसम्बन्धेन अस्ति इति वक्तव्यं। गुणः गुणिनि समवायसम्बन्धेन अस्ति इति कृत्वा। अस्तु, तर्हि इतोपि प्रश्नः मनसि भवितुम् अर्हति। एवं समवायः अपि भिन्नपदार्थः अस्ति खलु? समवायः इति सप्तपदार्थेषु अन्यतमः अस्ति। तर्हि समवायः अपि भिन्नपदार्थः, घटः अपि भिन्नपदार्थः, कपालः अपि भिन्नपदार्थः। तर्हि समवायः इति भिन्नपदार्थसम्बन्ध सम्बन्धीयपदार्थः घटे केन सम्बन्धेन वर्तते इति अपि प्रश्नः योग्यः एव। तर्हि केन सम्बन्धेन भवति इति चेत् तत्र प्रतियोगितासम्बन्धेन भवति इति वक्तव्यम्। अपि च एषः एषा प्रतियोगितासम्बन्धः कल्पितसम्बन्धः अस्ति, अभावीयसम्बन्धः नास्ति इति बोधः। तदपि करपत्रे अस्ति, यदा करपत्रं पठिष्यामः तदा इतोपि अर्थबोधः जायते। किन्तु सर्वं चिन्तितं नैयायिकैः। अस्तु, तर्हि प्रश्नाः न सन्ति चेत् अग्रे गच्छेम। तर्हि इदानीम् अग्रिमगुणः अस्ति संयोगः। तर्हि स्वामिमहोदय वदति वा संयोगस्य लक्षणं किम्? महोदय, संयुक्तव्यवहारहेतुः संयोगः महोदय। समीचीनम्, किञ्चित् प्रतिपादयति वा? अस्तु, प्रथमम् अत्र कति दलानि सन्ति? दलद्वयं महोदय। दलद्वयं, ते के? संयुक्त व्यवहारहेतुः यदा दलं वदामः तत्र त्वप्रत्ययं योजयित्वा वक्तव्यम्। संयुक्तत्वं, संयुक्तत्वम् इति भिन्नदलं वा? संयुक्तव्यवहारहेतुः इति समस्तपदं, तस्य विग्रहवाक्यं वदतु। न महोदय। अस्तु, वर्षा भगिनी वदतु, संयुक्तव्यवहारहेतुः इति समस्तपदस्य विग्रहवाक्यं वदतु। आं महोदय, संयुक्त च असौ व्यवहार च इति कर्मधारे भवति, संयुक्तव्यवहारस्य हेतुः इति षष्ठीतत्पुरुषः भवति इति चिन्तितम्। कथं वा कर्मधारयः? संयुक्तः कर्मधारयः कदा भवति? व्यवहारहेतुभावः भवति खलु, भवेत् खलु? कीदृशव्यवहारः संयुक्तव्यवहारः इति विशेषणत्वेन स्वीकृतं वा? इत्युक्ते असंयुक्तव्यवहारः अपि भवितुम् अर्हति। तर्हि तस्मात् अत्र भेदः क्रियते इति कृत्वा। अस्तु श्रीराम महोदय, भवान् किं चिन्तयति? चिन्तनं कुर्मः अत्र किञ्चित् व्याकरणविषये. अहं तत्र सूत्राणां न अवगच्छामि, एवम् अहं चिन्तयामि. तत्र सूत्राणि न अवगच्छामि. इदानीं संयुक्तस्य व्यवहारः, संयुक्तव्यवहारः, तस्य हेतुः संयुक्तव्यवहारस्य हेतुः. हा अस्तु, संयुक्तस्य व्यवहारः संयुक्तः असौ व्यवहारः द्वयमपि अस्ति. अस्तु, इदानीं वर्षा भगिनी किं चिन्तयति? संयुक्तस्य व्यवहारः साधु वा, संयुक्तः च असौ व्यवहारः इति साधु वा? द्वयमपि साधु एव भाति महोदय. द्वयमपि साधु इति कथं भाष्यति? व्यवहारः, व्यवहारस्य विशेषणं संयुक्त कथं भवति महोदय इति मम चिन्ता. असंयुक्तव्यवहारः इति चिन्तयति चेत् विशेषणस्य कार्यं किम्? अन्येभ्यः सर्वेभ्यः व्यावर्तनमेव विशेषणस्य कार्यं खलु. तर्हि संयुक्तः व्यवहारः इति स्वीकुर्मश्चेत् यथा नीलोघटः रक्तघटात् व्यावर्तयति खलु नीलरूपं, तथा किन्तु तादृश अर्थः अत्र न स्वीकर्तव्यं. यत् यथा भवता उक्तं तदेव सत्यं, संयुक्तस्य व्यवहारः. तर्हि अत्र सूत्रं वदतु, तद् वर्षा भगिनी जानाति. वर्षा भगिनी वदतु, संयुक्तस्य व्यवहारः इति षष्ठी केन सूत्रेण लभ्यते? षष्ठीयेन सूत्रं महोदय. न न, समासः षष्ठी इति सूत्रेण क्रियते, किन्तु संयुक्तस्य व्यवहारः इत्यत्र संयुक्तस्य इति पदस्य षष्ठी विभक्तिः कथं लब्धम्? हा, कर्तृकर्मणो कृति इति सूत्रेण पूर्वपदस्य षष्ठी, किमर्थं चेत् कृदन्त उत्तरपदमस्ति. हा, व्यवहारः इति कृदन्तपदमस्ति. कर्तृकर्मणोः कृति इति सूत्रेण कृदन्तपदे परे पूर्वं स्थितस्य षष्ठी विभक्तिः भवति कर्तृकर्मणोः कृति. अस्तु, तर्हि इतोपि चिन्तयामः. इदानीं कर्तरर्थे वा करणार्थे वा? कर्मणि अर्थे महोदय, संयुक्त कस्य संयुक्तस्य व्यवहारः इति. हा, कर्मणस्य व्यवहारः, कर्मणि अर्थे. हा, कर्मार्थे, कर्मण्यर्थे, उभयप्राप्ते कर्मणि इति. हा, उभयप्राप्ते नास्ति अत्र, सोरि सोरि, कर्तृकर्मणो कृते एव. हृ धातोः कर्म भवति संयुक्त इति शब्दः इति कृत्वा संयुक्तशब्दः एव व्यवहारं न करोति, किन्तु संयुक्तविषये एव व्यवहारः क्रियते इति कृत्वा हृधातोः कर्म भवति संयुक्तः इति कृत्वा कर्मार्थे कर्तृकर्मणोः कृति इति सूत्रेण संयुक्तस्य इति पदस्य षष्ठीविभक्तिः प्राप्यते. किन्तु कस्मिन् अर्थे इति चेत् कर्मण्यर्थे. अस्तु, तर्हि तदनन्तरं षष्ठी इति सूत्रेण संयुक्तस्य व्यवहारः संयुक्तव्यवहारः. पुनः तस्य हेतुः संयुक्तव्यवहारस्य हेतुः. अस्तु, अत्र अत्र संयुक्तव्यवहारस्य इति पदस्य षष्ठीविभक्तिः केन सूत्रेण लब्धम्? तदेव महोदय, कर्तृकर्मणो कृति एव. हेतुः इति कृदन्तपदं वा? घञ् प्रत्ययस्य योजने लभ्यते इति मया चिन्तितं महोदय. हेतुः एकवारम् अन्वेषणं कृत्वा वदामि. घञ् प्रत्ययस्य, घञ् प्रत्ययस्य निरनुबन्धरूपम् अकारः अस्ति खलु. आं महोदय, एकनिमिषं. शिवराम महोदय, भवान् किं चिन्तयति? शृणन्नस्मि. अत्र तु इदानीं व्याकरणविषये चिन्तनं खलु. आमामाम् आमाम्. तर्हि केवलं भवतः चिन्तनम् अस्ति चेत् वदतु इति प्रार्थितम्। संयुक्तस्य संयुक्तव्यवहारस्य हेतुः संयुक्ति इति उपपदं भवेत् वा तत्र? तर्हि यदि संयुक्तस्य इति षष्टि भवति चेत्, हा तर्हि तदेव संयुक्तव्यवहारस्य हेतुः इति विग्रहवाक्यं, संयुक्तव्यवहारहेतुः। तर्हि संयुक्तव्यवहारस्य इति पदस्य षष्ठीविभक्तिः कथं प्राप्तम् इति चिन्तयन्तः स्मः वयम्। मेहुल् महोदय चिन्तनमस्ति वा, अस्ति वा? न महोदय, क्षम्यताम्, अहं न जानामि तत्र किं सूत्रम् महोदय। अत्र हेतुः इति उनादिप्रत्ययतुन् इति योजनेन लब्धं, सः कृदन्तं सत्यम्। उणादयो बहुलम् इति कृत् अधिकारे एव भवति, उणादिप्रत्ययः सर्वे कृदन्तत्वेन स्वीकर्तव्यमस्ति। तर्हि हेतुः इति कृदन्तपदम्, अतः कर्तृकर्मणोः कृति इति सूत्रेण एव अत्र संयुक्तव्यवहारस्य हेतुः इति षष्ठी भवति, अपि च अत्रापि कर्मण्यर्थे एव न तु कर्तृर्थे। हेतुः कर्म अस्ति संयुक्तव्यवहारः इति कृत्वा। अस्तु, तर्हि संयुक्तस्य व्यवहारः संयुक्तव्यवहारः, संयुक्तव्यवहारस्य हेतुः संयुक्तव्यवहारहेतुः। अस्तु, इदानीं स्वामीमहोदय वदतु, तर्हि संयुक्तत्वम् इति किमर्थं समासविषये मया चिन्तितम् इति चेत्, इदानीम् एकपदमस्ति संयुक्तव्यवहारहेतुः इति एकमेव पदम्। तर्हि एकपदीकृतम् अस्ति चेत् तयोः मध्ये अन्वयः अस्ति, सम्बन्धः अस्ति इति कृत्वा तेषु दलद्वयं यदा कदापि न भवति। एकमेव पदमस्ति चेत् एकमेव दलं, संयुक्तव्यवहारहेतुः एव दलं। हा, तर्हि संयुक्तव्यवहारहेतुत्वम् इति एकमेव दलम्। संयुक्तव्यवहारहेतुत्वं कुत्र? संयोगे इति कृत्वा संयुक्तव्यवहारहेतुत्वं लक्षणं भवति, लक्षणं लक्ष्ये भवेत् खलु, तयोः मध्ये आधारादिभावः भवेत् महोदय। हा, इति कृत्वा कति दलानि इति चेत् एकमेव दलम् इति उत्तरं, संयुक्तव्यवहारहेतुत्वम् इति एकमेव दलम्। अस्तु, इति एकमेव दलं। तर्हि अत्र संयुक्तव्यवहारहेतुः, व्यवहार इति पदेन किं बोध्यम् अत्र? शब्दप्रयोगः। शब्दप्रयोगः न, ज्ञानजनकशब्दप्रयोगः। हा हा हू हू इति अहं वदामि चेत् तदपि शब्दप्रयोगः, किन्तु तेन किमपि ज्ञानं भवति वा? नास्ति खलु, अतः ज्ञानजनकशब्दप्रयोगः इति वक्तुम्। अस्तु, हा, ज्ञानजनकशब्दप्रयोगः एव हेतु, एव व्यवहारः इति पदं। तर्हि संयुक्तं, तर्हि इदानीं वदतु, संयुक्तव्यवहारहेतुः संयोगः, संयुक्तव्यवहारहेतुः इति लक्षणं किञ्चित् प्रतिपादयतु। व्यवहारः इति पदस्य अर्थः उक्तः। आं महोदय, लक्षण इत्युक्ते नैयायिकशैल्यां वदामः? नैयायिकशैल्यां नास्ति, सामान्य व्यावहारिकशैल्यां वदतु। संयुक्तव्यवहार अत्र भवान् अवगच्छति वा न वा इति, क्रियया उत्पद्यते महोदय संयुक्तः, नो तत् त्यजतु, किन्तु लक्षणवाक्ये क्रिया इति पदमेव नास्ति खलु? नास्ति महोदय। लक्षणं कृतं, कथं कृतं? संयोगः इति गुणः, तस्य लक्षणं किं? संयुक्तव्यवहारहेतुः इति, संयुक्तव्यवहारहेतुत्वम्। तर्हि संयुक्तव्यवहारहेतुत्वम् इत्यस्य अर्थः कः? कथं वदामि? अस्तु, मेहुल् महोदय किञ्चित् सहायं करोतु। आं महोदय, तत्र सामान्यरीत्या व्यवहार इत्युक्ते वयं जानीमः ज्ञानजनकशब्दप्रयोगः, अतः संयुक्त इति शब्दप्रयोगेन किमपि ज्ञानं जनयति, अतः कस्य ज्ञानम् अभवत् तर्हि संयोगस्य ज्ञानं भवति संयुक्त इति शब्दप्रयोगेन, तदेव न यदा संयुक्तः इति अहं वदामि संयोगस्य ज्ञानं भवति वा, अत्र हेतुः इति पदमस्ति खलु, हेतुः इति कारणं तस्य अर्थः इति अहं मन्ये, तर्हि अत्र किं कारणं संयोग संयोग इति कारणं खलु संयुक्त इति व्यवहारस्य कृते, हा संयोगः इति कारणं, तर्हि हा तदेव अर्थः भवति संयुक्तव्यवहारहेतुः संयोगः, संयुक्त इति शब्दप्रयोगः किमर्थं कृतं तर्हि तस्य कारणं भवति संयोगः इति, यदि अहं संयोगस्य ज्ञानं भवेत् इति इच्छामः चेत् संयुक्त इति शब्दप्रयोगम् अहं करोमि चेत् संयोगस्य ज्ञानं भवति, न इदानीं भवान् विपरीतरीत्या वदति, संयुक्त इति पदम् अहं वदामि चेत् संयोगस्य ज्ञानं भवति इति वदति चेत् इदानीं हेतुः कः, संयुक्त इति पदं ज्ञातं संयुक्तं ज्ञातं संयोगः इति गुणः ज्ञातं भवति किन्तु विपरीतरीत्या लक्षणं कृतं खलु, संयोगम् इति ज्ञानं भवति चेत् संयुक्त इति शब्दप्रयोगः भवति, एकनिमिषम् अत्र संयोगः इति ज्ञानं वा संयोगः इति गुणः वा, संयोगः इति गुणः, अत्र गुणः गुणस्य अस्तु तर्हि तादृशं वदतु इतोपि स्पष्टतया वक्तव्यम्, अस्तु अस्तु, संयोगः इति गुणः तस्य उदाहरणरूपेण हस्तयोः मध्ये संयोगः भवति तर्हि तस्य विवरणं कथं कर्तुं शक्नुमः संयुक्त इति शब्दप्रयोगेन तस्य विवरणं कर्तुं शक्नुमः, अतः पुनः तदेव करोति महोदय समीचीनतया दत्तं, भवान् विपरीतरीत्या वर्णनं करोति, संयुक्त इति शब्दप्रयोगः संयोगः हस्त द्वयोः हस्तयोः मध्ये संयोगः अस्ति इति प्रतिपादयति इति तादृशं विवरणं ददाति भवान्, तर्हि संयुक्त इति शब्दप्रयोगः संयोगस्य हेतुः भवति कारणं भवति न तु विपरीतरीत्या, किन्तु अत्र लक्षणे किं दत्तं संयोगः एव कारणम् इति, आं तर्हि अहं मन्ये संयुक्त यदि अहं वदामि संयुक्त इति यदि अहं वदामि तर्हि तस्य कारणं किं संयोगः इति कारणं तस्य कृते एव अहं संयुक्त इति पदम् अधुना उक्तवान् इति एव तस्य अर्थः इति अहं मन्ये, न इतोपि किञ्चित् अस्तु शीला महोदय भवान् प्रयत्नं करोतु, अस्तु महोदय इदानीं हस्तद्वयं संयुक्तः अस्ति इति स्वीकुर्मः तदा अहं वदामि हस्तद्वयं संयुक्तः इति वदामश्चेत् अयं शब्दप्रयोगः अपरेषु तत्र ज्ञानं जनयति, कीदृशं ज्ञानम् इत्युक्ते हस्तद्वयं संयुक्तः इति ज्ञानं जनयति, इदानीं तस्य ज्ञानस्य कारणम् अस्ति शब्दप्रयोगः, इदानीं मम शब्दप्रयोगस्य कारणम् अस्ति संयोगः इति गुणः, यः गुणः तत्र हस्ते विद्यते सः एव गुणः मम शब्दप्रयोगस्य कारणं, मम शब्दप्रयोगस्य एव मम शब्दप्रयोगेनैव अपरेषु तत्र ज्ञानं जनयति इति कृत्वा तत्र तादृशक्रमः अस्ति, इदानीं तत्र इदानीं हस्तः अस्ति हस्ते संयोगः अस्ति इदानीं संयोगः कीदृशः इत्युक्ते तत्र प्रकारतारूपेण प्रकाशते हस्तः विशेषता अस्ति, वदामि वा महोदय न अत्र अस्तु अत्र केवलं समीचीनं भवता यदुक्तं तत् समीचीनम् इत्युक्ते संयोगः इति गुणः एव कारणं कं प्रति संयुक्त इति शब्दप्रयोगं प्रति संयोगः इति गुणः एव कारणं, तर्हि कारणत्वं किमर्थं स्वीकर्तव्यम् इति चेत् अत्र इतोपि एकं वाक्यं वदामश्चेत् पर्याप्तं समीचीनबोधः जायते. किम् इति चेत् यदि प्रयत्नं करोमि महोदय. यदा क्रिया जायते तस्मिन् क्रिया संयोगः इति कार्यं करोति. यदा तत् कार्यं भवति तस्य ज्ञानं यदा प्राप्नुव तस्य ज्ञानं तस्य गुणः संयोगः इति गुणः तत् क्रिया यदा भवति तदा संयोगः भवति तत् गुणं तस्य गुणस्य ज्ञानं संयोगः इति. न किन्तु अत्र लक्षणवाक्ये क्रिया इति पदं न दृश्यते एव खलु. लक्षणवाक्यम् अवगच्छन्तः स्मः वयं, संयुक्तव्यवहारहेतुः संयोगः इति एव लक्षितम्. अत्र क्रिया इति पदं न दृश्यत्येव. संयोगः क्रियया एव जायते इति तु सत्यं, किन्तु यत् क्रियया जायते तदेव संयोगः इति लक्षणवाक्यं न कृतम्. लक्षणवाक्ये किमुक्तं? संयुक्तव्यवहारहेतुः संयोगः, तस्य अवगमनं कुर्वन्तः स्मः. तर्हि एवं वक्तव्यं, यदि संयोगः इति अन्यतमः गुणः न स्वीकुर्मः तर्हि संयुक्तः इति पदप्रयोगमेव न कर्तुं शक्यते इति वक्तव्यम्. पुनः वदामि, यदि संयोगः इति अन्यतमः गुणः न स्वीकुर्मः तदा संयुक्तः हस्तद्वयं हस्तौ संयुक्तौ इति तादृशपदशब्दप्रयोगः एव न कर्तुं शक्नुमः यदि संयोगः इति अन्यतमः गुणः न स्वीकुर्मः. यथा अतीतत्वादिव्यवहारहेतुः कालः इत्यत्र घटः अतीतः इति वाक्यं मया प्रयुक्तं खलु, घट वास्. तर्हि तत्र वास् अतीतः इति शब्दप्रयोगः मया कृतः, तेन शब्दप्रयोगेन अन्यस्मिन् आत्मनि ज्ञानमपि जातं भवतु, किन्तु कालः इति अन्यतमं द्रव्यं न स्वीकुर्मः न अङ्गीकुर्मः तदा अतीतः इति पदप्रयोगः एव न कर्तुं शक्यते इति. यथा कालस्य लक्षणे अस्माभिः अधीतं तथा अत्रापि. कथं? यदि संयोगः इति अन्यतमः गुणः न स्वीकुर्मः तदा संयुक्तः इति पदमेव न प्रयोक्तुं शक्यते इति, व्यवहारः एव न कर्तुं शक्यते. तर्हि संयुक्तः इति व्यवहारस्य आधारः कः? संयुक्तः इति व्यवहारस्य आधारः कः इति चेत् संयोगः इति गुणः इति वक्तव्यम्. तदेव अर्थः, संयुक्तव्यवहारहेतुः संयोगः. हेतुः इत्युक्ते अत्र आधारः, कारणं. कारणमिति तु सत्यं, किन्तु कारणं कस्मिन्नर्थे प्रयुक्तं? रावणं रामः बाणेन रावणं हन्ति, तत्र घटः मृदा जायते, तत्र मृदा मृत् इति कारणमस्ति. तादृशमत्र कारणं वा इति न, शब्दप्रयोगस्य कारणं. यदि संयोगः इति गुणः न अङ्गीकुर्मः तर्हि संयुक्तः इति व्यवहारः एव न कर्तुं शक्यते इति कृत्वा संयुक्तव्यवहारहेतुः संयोगः इति उक्तम्. हेतुः इत्युक्ते कारणं, किन्तु कीदृशकारणम्? अधिकरणमस्ति. संयोगः इति गुणः न स्वीकुर्मः, यदा न स्वीकुर्मः तदा संयुक्तः इति पदप्रयोगः एव न कर्तुं शक्यते इति कृत्वा संयुक्तव्यवहारहेतुः संयोगः. आम् आं महोदय, अहं बुद्धं. संयुक्तव्यवहारस्य कारणं संयोगः इति एव. समीचीनं. संयोगः इति यदि नास्ति चेत् किमर्थं संयुक्त इति वक्तुं शक्नुमः न वक्तुं शक्नुमः? तर्हि यदि संयोगः इति गुणः न स्वीकुर्मः तर्हि संयुक्तः इति पदं प्रयोगं कुर्मश्चेत् किमपि कस्यापि न अवगन्तुं शक्यते एव. तस्य आधारः अस्ति संयोगः इति गुणः. अस्तु. एतदेव भवान् तत्र अन्वयसहचारः व्यतिरेकसहचारः इति वक्तव्यम् इति सर्वत्र यत्र यत्र व्यवहारहेतुः इति तत्र व्यतिरेकं वदामश्चेत् समीचीनबोधः जायते. यदि संयोगः इति अन्यतमः गुणः न स्वीकुर्मः तर्हि संयुक्तः इति व्यवहारः न कर्तुं शक्यते इति कृत्वा संयुक्तव्यवहारहेतुः संयोगः इति वदामश्चेत् समीचीनबोधः जायते. सत्यं सत्यं महोदय, समीचीनमस्ति महोदय. धन्यवादः. अस्तु स्वामिमहोदय, बुद्धं खलु महोदय? तर्हि एतत् वाक्यप्रयोगं नास्ति, किन्तु वाक्यप्रयोगेन एव शब्दप्रयोगेन एव ज्ञायते महोदय. शब्दप्रयोगेन एव ज्ञायते इति नास्ति. संयोगः इति गुणः अस्ति इति कृत्वा एव शब्दप्रयोगः कर्तुं शक्यते, नो चेत् न इति विपरीतरीत्या. संयुक्तः इति पदप्रयोगं करोमि चेत् संयोगः ज्ञातः इति न वक्तव्यम् इति न वक्तव्यं. तर्हि संयुक्तः इति पदप्रयोगः संयोगं प्रति हेतुः भवति, किन्तु अत्र विपरीतरीत्या लक्षितं. संयोगः इति गुणः एव हेतुः. कस्मिन् प्रति, कं प्रति इति चेत् संयुक्तः इति व्यवहारं प्रति संयोगः इति गुणः एव कारणम् इति बोधः. बुद्धं खलु महोदय? आम् महोदय. अस्तु, तर्हि एकमेव दलमस्ति. दलस्य अत्र किं लक्षणवाक्यस्य अवगमनमपि कृतं, समासः अपि अवगतः. अस्तु, तर्हि इदानीं कति विधं संयोगः? चतुर्विधं महोदय. संयोगः चतुर्विधं वा? द्रव्यवृत्तिमहोदय. कति विधम् इति मया पृष्टं, वृत्तित्वं केषु इति न पृष्टम् महोदय. क्रियाजन्यः, संयोगजन्यः. हा, समीचीनम् इति वक्तव्यं खलु महोदय? वदतु. क्रियाजन्यः, संयोगजन्यः. अस्तु, अत्र अस्माभिः कथं पठितं, कर्मजसंयोगः संयोगजसंयोगः. खलु महोदय? तर्हि तादृशम् अस्तु, प्रतिपादयतु. कर्मजसंयोगः संयोगजसंयोगः इति संयोगः द्विविधम्. तर्हि कर्मजसंयोगस्य उदाहरणं किं, संयोगजसंयोगस्य उदाहरणं किम्? इदानीं स्मरणो नास्ति महोदय. कर्मजसंयोगज संयोगम्. अस्तु, रमेश महोदय जानाति वा? आं महोदय. वदतु. यदा हस्ते पुस्तकम् अस्ति तर्हि तत् संयोगः, हस्तपुस्तकसंयोगः कर्मजः अस्ति. परन्तु यदा हस्ते पुस्तकमस्ति तदा शरीरे अपि संयोगः जायते. शरीरेण सह संयोगः जायते, तत् संयोगजन्यः संयोगः अस्ति. उत्तमम्. तर्हि हस्तपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः कर्मजसंयोगः. यदा हस्तपुस्तकयोः मध्ये संयोगः जायते तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये अपि संयोगः जायते, स च संयोगः संयोगजसंयोगः. उत्तमम्. इति एकविधसंयोगस्य विभागः. हा, अपि च तत्र कर्मजसंयोगः अपि द्विधा विभक्तं खलु, तस्मिन् विषये वदति वा? तत्र एकतरक्रियाजन्यः अस्ति, उभयतरक्रियाजन्यः अस्ति. तत्र यदा पक्षिः वृक्षस्य संयोगः भवति तदा पक्षिः एव क्रियापक्ष्यां न पक्षिणी अस्ति. तत्र एकतर क्रियाजन्यः इति अहं चिन्तयामि. समीचीनं, तदेव उत्तमम्. उभयतर इत्युक्ते द्वयोः यदा क्रिया सन्ति तत्र उभयतरक्रियाजन्यः इति वक्तुं शक्यते. तस्य उदाहरणं यदा एकदेशे प्राप्तिं करोति तदा उभयतरक्रियाजन्यः भवति. हस्तयोः संयोगः उभयतरसंयोगस्य उदाहरणं. वृक्षपक्षिणः पक्षिणोः मध्ये संयोगः एकतरक्रियाजन्यसंयोगः. अस्तु, कन्दुकम् आकाशे अहं क्षिपामि, तर्हि कन्दुक आकाशयोः मध्ये संयोगः अस्ति वा? अस्ति चेत् कीदृशसंयोगः अस्ति इति स्वामिमहोदय वदति वा? आकाशं तु विभू द्रव्यमस्ति महोदय. विभूद्रव्ये अन्यद्रव्योः मध्ये संयोगः भवितुं नार्हति इति भवान् वदति वा, नो चेत् अस्माभिः पठितं वा? किमर्थं भवान् तत् समये क्रिया भवितुं नार्हति इति भवान् तत्समये वदति? अस्तु, अत्र आकाशः विभुः, आकाशे क्रिया यदा कदापि न जायते इति तु सत्यं, किन्तु कन्दुके क्रिया जायते खलु? महोदय, संयुक्त तु द्रव्ययोः मध्ये एव. आम्, आकाशः द्रव्यं, कन्दुकमपि द्रव्यं. महोदय, आकाशः द्रव्यं वा न वा? आकाशमपि द्रव्यं महोदय, किन्तु तत् विभू अस्ति, विभूद्रव्यम्. अनेन किं यद्विभू अस्ति क्रिया नास्ति. सत्यम्. अत्र इदानीं रमेश महोदयेन उक्तं खलु, क्रिया जन्यते महोदय संयोगः. एकनिमिषम्, अत्र वृक्षः अस्ति, पक्षी अस्ति महोदय. पक्षौ पक्षिणी क्रिया भूत्वा वृक्षं प्रति आगत्य वृक्षे तिष्ठति, तत्र वृक्षे किमपि क्रिया जाता वा? न जाता. तर्हि इदानीं वृक्षपक्षिणोः मध्ये संयोगः अस्ति वा न वा? अस्ति महोदय. तर्हि तत्र वृक्षः महोदय, कृपया वदतु. हा, तर्हि वृक्षे क्रिया न जाता, केवलं पक्षिणी एव क्रिया जाता, तथापि तत्र संयोगः भवति. स च संयोगस्य नाम अस्ति एकतरक्रियाजन्यसंयोगः इति. एवं आकाशे क्रिया न भवति, कन्दुके क्रिया भवति, तर्हि एकतरक्रियाजन्यसंयोगः तत्र न भवितुमर्हति वा? महोदय, तदा भवितुम् अर्हति, किन्तु महोदय तत्र क्रिया एव वृक्षः यदस्ति तद् विभुः न. तत् उदाहरणे तस्मिन् अस्ति वा न वा इति चिन्तनं किमर्थं करोति? क्रिया जायते वा न वा? अत्र समान उदाहरणं मया उक्तं खलु. न, आं महोदय, किन्तु आकाशः यदस्ति तत् तद् भिन्नम् अस्ति, वृक्षः भिन्नम् अस्ति महोदय. वृक्षः तु विभुपरिमाणं नास्ति तस्मिन् वृक्षे. पुनः विभुपरिमाणस्य विषये एव भवान् वदति. अस्माकम् अत्र किम्, एकस्मिन् प्रथमं तु द्रव्ययोः मध्ये संयोगः भवति इति तु सत्यम्, अपि च एकस्मिन् द्रव्ये क्रिया जायते चेत् पर्याप्तं वा न वा संयोगार्थम्? क्रियाजन्यः तु तदेव वदति, पर्याप्तम् इति निरूपितं खलु इदानीमेव? आं महोदय, पर्याप्तं महोदय. ये द्वयमपि द्रव्यं भवेत् इति एका निकषा. द्वितीया निकषा अस्ति केवलं न्यूनातिन्यूनम् एकस्मिन् द्रव्ये क्रिया जायेत, नो चेत् संयोगः न भवति. सत्यम्. अस्तु, पुस्तके द्वयोः वृक्षयोः मध्ये यद्यपि वृक्षद्वयं द्रव्यमस्ति, द्वयोः वृक्षयोः मध्ये संयोगः भवितुमर्हति वा? न भवति खलु महोदय. हा, तर्हि न्यूनातिन्यूनम् एकस्मिन् द्रव्ये क्रिया जायेत, नो चेत् संयोगः न भवति. किन्तु एकस्मिन् द्रव्ये क्रिया जायते चेत् पर्याप्तमपि खलु महोदय? अन्यं प्रति गत्वा तस्य संयोगः भवत्येव. तर्हि इदानीं वदतु, आकाशकन्दुकयोः मध्ये संयोगः भवति वा न वा? नास्ति इति अहं चिन्तयामि, किम् इति वक्तुं न शक्नोमि. न, अत्र चिन्तनं त्यजतु. इदानीं तर्कम् आधारीकृत्य यदा मया निरूपितं, तद् आधारीकृत्य यदि अहं वदामि आकाशकन्दुकयोः मध्ये संयोगः जायत्येव, तस्य निरासः भवता कर्तुं शक्यते वा? इदानीं नास्ति महोदय, मम मनसि अन्यः किमपि हेतुः नास्ति. समीचीनं. हा, इति कृत्वा आं कन्दुक आकाशयोः मध्ये संयोगः भवत्येव, न भवति इति न. एकस्मिन् द्रव्ये क्रिया जायते चेत् पर्याप्तम्. अन्यस्मिन् अन्यः द्रव्यः विभुः भवतु, मध्यमपरिमाणं भवतु, तत्र किमपि क्लेशः नास्ति. किन्तु एकस्मिन् क्रिया जायत्येव, अन्यस्मिन् क्रिया भवति चेदपि संयोगः भवति, न भवति चेदपि संयोगः भवत्येव. संयोगः द्विनिष्ठः इति तदर्थमेव वदामः महोदय. बुद्धं खलु महोदय? यदा अहम् आकाशे अस्मि, अहं नित्ये आकाशे अस्मि इति तर्हि वदामः वा महोदय? यदि भवान् आकाशे डयनं करोति तदा भवतः अपि च आकाशयोः मध्ये संयोगः अस्ति एव. संयोगः अस्ति इति कृत्वा एव तत्र आकाशे इति सप्तमी प्रयोगः भवितुमर्हति. इदानीम् आकाशे एव भवतः आधारः खलु महोदय? यदा अहं भूमौ स्थितः तदपि भूतले अपि आकाशे अहम् अस्मि न महोदय, तत् सन्दर्भे नास्ति चेत् डयनं प्रति अपि अहं वायौ अस्मि, न तु आकाशे अपि वक्तुं न शक्नोमि. भवान् न अवगच्छति, आकाशः विभुः तर्हि सर्वत्र अस्ति, सर्वत्र अस्ति. हा, तर्हि आकाशे अद अहं व्याकरणं स्वीकृत्य प्रतिपादनं कुर्वन्नस्मि. आकाशे इति वक्तुम् आकाशः अधिकरणं भवेत्, अत्र अधिकरणसप्तमी अस्ति, आधारोऽधिकरणं सप्तम्यधिकरणे आधारोऽधिकरणम् इति सूत्रेण अधिकरणसंज्ञाविधिः विहितः अस्ति. तदनन्तरं सप्तम्यधिकरणे इति सूत्रेण सप्तमी विभक्तिः प्रयुक्तमस्ति, यत्र अधिकरणं बोद्धुम्. तर्हि अहम् आकाशे अस्मि, कन्दुकं कुत्र अस्ति? अहं क्षिप्तवान्, तर्हि कन्दुकम् इदानीम् उपरि गच्छन् अस्ति, तर्हि इदानीं कन्दुकं कुत्र अस्ति इति चेत् आकाशे अस्ति. तर्हि आकाशः कन्दुकस्य अधिकरणमस्ति. अधिकरणं कथं वा स्यात् यदि तयोः मध्ये संयोगः नास्ति? इति कृत्वा संयोगः अस्ति एव, सम्बन्धः सर्वत्र वक्तव्यः एव. तर्हि अस्तु, इदानीम् अन्यः प्रश्नः भवतः कृते केवलं स्पष्टार्थम्. हा, आत्मा आकाशः अनयोः मध्ये संयोगः भवति वा? आत्मापि द्रव्यं आकाशः अपि द्रव्यं द्वयोः मध्ये संयोगः भवति वा आत्म न महोदय किमर्थं चेत् क्रिया द्वयोः अपि नास्ति महोदय हा किमर्थं द्वयमपि विभुः आम् महोदय आत्मा अपि विभुः आकाशः अपि विभुः इति कृत्वा यद्यपि द्वयमपि द्रव्यमस्ति तथापि तयोः मध्ये यदा कदापि संयोगः न जायते इति कृत्वा आत्मा आकाशे वर्तते इति न वक्तुं शक्यते आकाशः आत्मनि वर्तते इति अपि न वक्तुं शक्यते नैयायिकानां मतानुसारम् किन्तु वेदान्तिनां मतानुसारं शिरमहोदय वदतु आकाशः कुत्र अस्ति आकाशः आत्मनि अस्ति हा तर्हि तत्र वेदान्तीनां मतानुसारम् आकाशः आत्मनि अस्ति इति तत्र तर्कः कः कथं वा वक्तुं शक्नुमः किम् आधारीकृत्य आकाशः आत्मनि अस्ति इति वक्तुं शक्नुमः तत्र अहं चिन्तयामि आकाशस्य यदा ज्ञानं भवति तदा एव आकाशः अस्ति इति वक्तुं शक्नुमः अस्ति इति वदामः आकाशः अस्ति यदा तत्र अस्तित्वं मम ज्ञानस्य अपेक्षया अस्ति न न तदा तत्र ज्ञानस्य ज्ञानं स्वीकृत्य न वक्तुं शक्नुमः तत्र इदानीं आकाशात् वायुः तत्र प्रायः श्रुतिवाक्येन वक्तुं शक्नुमः एतादृश किन्तु तर्कः कः अत्र हेतुः कः श्रुतिवाक्यं प्रमाणमस्ति तत्र अनित्यं नित्यम् अस्ति नास्ति नास्ति तदपि नास्ति अस्तु केवलम् अन्येषां चिन्तनमस्ति वा अस्मिन् विषये किञ्चित् विषयान्तरं जायमानमस्ति किन्तु भवतु मेहुल् महोदय भवान् किं चिन्तयति वेदान्तीनां मतानुसारम् आकाशः आत्मनि अस्ति इति वेदान्तिनः वदन्ति तत्र तर्कः कः केन कारणेन एतादृशवाक्यं प्रयुक्तं तैः अहं केवलं चिन्तयामि न जानामि परन्तु अधुना एव चिन्तयामि वेदान्तिनां मतानुसारम् आत्मा इति एक एव सर्वत्र एक एव आत्मा अस्ति जगति अतः आत्मनि एव सर्वत्र सर्वम् आत्मनि एव अस्ति अतः आकाशः अपि आत्मनि एव अस्ति इति अहं मन्ये अस्तु तादृशं वदति चेत् किञ्चित् भिन्नवार्ता भवति महोदय महोदय अहं चिन्तयामि आत्मा इति न्यायः आकाशम् इति ज्ञानम् आत्मा इति ज्ञेयः ज्ञेयः इत्यस्य अर्थः कः ऐ थिङ्क् द ज्ञानं कथं ज्ञेयः इति पदस्य अर्थः कः ज्ञेयः इति यस्मात् ज्ञानम् उत्पादयति नास्ति नास्ति ज्ञेयः इत्युक्ते आब्जेक्ट् ओके सोरि सोरि देन् द नालेज् बिहैण्ड् दट् ज्ञानम् इस् द आत्मा न न तादृशं नास्ति अस्तु तर्हि हा केनापि किमपि उक्तं वा अस्तु तर्हि वेदान्तिनः आकाशः आत्मनि अस्ति इति किमर्थं वदन्ति इति चेत् आत्मा एव आकाशस्य कारणं कार्यं कारणे एव भवति खलु घटः कुत्र अस्ति मृदि अस्ति घटः कुत्र अस्ति कपाले अस्ति नैयायिकानां मतानुसारमपि घटः कुत्र अस्ति कपाले अस्ति अवयवी अवयवे अस्ति कार्यं कारणे अस्ति तर्हि आकाशस्य कारणम् आत्मा अस्ति इति कृत्वा आकाशः आत्मनि अस्ति इति वक्तुं शक्नुमः किन्तु कपालः घटे अस्ति इति न वक्तुं शक्नुमः खलु नैयायिकानां मतानुसारं तथा वेदान्तिनां मतानुसारमपि आत्मा आकाशे नास्ति किन्तु आकाशः आत्मनि अस्ति. तर्हि अत्र तर्कः कः इति चेत् कारणत्वात् आकाशस्य कारणत्वात् आकाशः आत्मनि अस्ति इति वक्तव्यम्. शीलामहोदय बुद्धं खलु महोदय? तत्र अहम् आत्मा इति यत् मम अन्तर्यामी अस्ति तत् स्वीकृतवान्. अत्र ब्रह्मं कारणं ब्रह्मम् आत्मा इति ब्रह्मशब्दस्य पर्यायं स्वीकुर्मश्चेत् तत् समीचीनम्. हा, इत्यतः एव तैत्तिरीय उपनिषदि एवं लिखितं, तस्माद्वा एतस्मात् आत्मनः आकाशसम्भूतः. स्वीकृतवान् आत्मनि मयि अस्ति तदेव स्वीकृतवान्. न तत्तु सत्यं, किन्तु अत्र तैत्तिरीय उपनिषत् पश्यति चेत् सत्यं ज्ञानम् अनन्तं ब्रह्म तदप्येष श्लोको भवति इति किं भवति, ब्रह्मविदाप्नोति पदं तदेषाभ्युक्ता सत्यं ज्ञानम् अनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽष्णुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति तस्माद्वा. तस्मात् इति ब्रह्मणः परामर्शः, तस्माद्वा एतस्मात् आत्मनः आकाशसम्भूतः. अत्र आत्मनः इति साक्षात् पदं प्रयुक्तम्. तस्मात् इति तस्मात् ब्रह्मणः यद् सत्यं ज्ञानम् अनन्तम् इति लक्षितं, तस्मात् ब्रह्मणः एतस्मात् आत्मनः आकाशः सम्भूतः, आकाशाद् वायुः वायोरग्निः इति. तर्हि आकाशः आत्मनि अस्ति कथम् इति चेत् आत्मा आकाशस्य कारणम् इति बोधः. अस्तु, किञ्चित् विषयान्तरं जातं किन्तु स्वारस्यार्थं मया सर्वं चिन्तितम्. अस्तु, अग्रे गच्छेम. तर्हि संयोगस्य वैविध्यम् अस्माभिः अधीतं, कर्मजसंयोगः संयोगजसंयोगः अपि च कर्मजसंयोगस्य अपि द्वैविध्यमस्ति, अपि च भिन्नरीत्यापि संयोगः विविक्तः अस्ति. तर्हि तस्मिन् विषये रमेश् महोदय वदति वा? आं महोदय, अभिघातः नोदनम् इति द्वैविधम् अस्ति. अभिघातः इत्युक्ते यदा संयोगः भवति तदा ध्वनि अपि श्रूयते, तद् अभिघातः इति वक्तुं शक्यते. नोदनम् इत्युक्ते यदा संयोगः भवति तदा ध्वनि न श्रूयते, तद् नोदनम् इति. उदाहरणमस्ति, यदा हस्तयोः संयोगः भवति तदा ध्वनि श्रूयते, यदा वायोः तृणां संयोगः भवति तदा ध्वनि न श्रूयते. तर्हि किं, कस्य उदाहरणम्? अभिघातस्य उदाहरणं किं, नोदनस्य उदाहरणं किम्? हस्तयोः संयोगः अभिघातस्य उदाहरणं, वायुतृणसंयोगः नोदनस्य उदाहरणम्. हा, इति अपि तत्र संयोगस्य अत्र कीदृशशब्दः उत्पद्यते, बृहत् शब्दः उत्पद्यते वा तत्र जङ्कि इव तादृशशब्दः उत्पद्यते इति कृत्वा तत्र तत् स्वीकृत्य स्पर्शः कथं जायते इति स्वीकृत्य अत्र विभागः कृतः. केवलम् अत्र विभागस्य एतादृशविभागस्य प्रयोजनं मया न दृष्टं, भवतु, किन्तु अस्ति. अस्तु, अग्रे स्वामिमहोदय भवान् एव वदतु, वृत्तित्वं, संयोगस्य वृत्तित्वं केषु अस्ति? सर्वद्रव्यवृत्तित्वं महोदय. सर्वद्रव्यवृत्तित्वम् इत्युक्ते किम्? सर्वद्रव्येषु वर्तते इति. सर्वद्रव्य इत्युक्ते नवसु द्रव्येषु खलु तर्हि सर्व नवसु द्रव्येषु इत्युक्ते तत्र आकाशः अपि एकं द्रव्यं तत्रापि संयोगः वर्तते किन्तु द्वयोः विभुद्रव्ययोः मध्ये यदा कदापि संयोगः न भवति किमर्थमिति चेत् संयोगः क्रियया एव जायते अस्तु तर्हि तत्र पञ्चक्षणप्रक्रिया इति अस्ति मेहुल् महोदय प्रतिपादयति वा किं किं महोदय पञ्चक्षणप्रक्रिया संयोगस्य उत्पत्तौ पञ्चक्षणप्रक्रिया इति अस्ति खलु तर्हि प्रथमक्षणे किं भवति द्वितीयक्षणे किं भवति अस्तु अस्तु हा प्रथमक्षणे घटे क्रिया भवति इति उदाहरणेन घटे क्रिया भवति द्वितीयक्षणे यस्मिन् देशे घटः अस्ति ततः घटस्य विभागः भवति तृतीयक्षणे विभागेन एव आकाशदेश अपि च घटयोः मध्ये यः संयोगः अस्ति तस्य नाशः भवति विभागेन नाशः भवति चतुर्थक्षणे अन्यत् यः आकाशः अस्ति तेन घटस्य संयोगः भवति अपि च पञ्चमक्षणे घटे या क्रिया अधुना एतावत्पर्यन्तम् आसीत् तस्य नाशः भवति क्रियानाशः भवति तस्याः क्रिया इति स्त्रीलिङ्गपदं तस्याः नाशः भवति तस्याः नाशः उत्तमं तर्हि आरम्भतः कस्मिन् क्षणे संयोगः नूतनसंयोगः जायते चतुर्थक्षणे नूतन चतुर्थक्षणे नूतनसंयोगः जायते अपि च नैयायिकानां मतानुसारं यदा क्रिया जायते सा क्रिया न्यूनातिन्यूनं कति क्षणं तिष्ठति घटे या क्रिया जायते सा सा क्रिया न्यूनातिन्यूनं क्षणत्रयं तिष्ठति क्षणत्रयम् इति वदाति चेत् वदति चेत् पर्याप्तं वा प्रश्नः कः पुनः महोदय यदा एकस्मिन् द्रव्ये क्रिया जायते तदा न्यूनातिन्यूनं सा क्रिया कति क्षणं भवेत् तिष्ठेत् कति क्षणं तिष्ठेत् इति प्रश्नः कति क्षणं तिष्ठ चत्वारः क्षणः वस्तुतः अत्र पञ्चक्षणः इति वक्तव्यं ओ अस्तु पञ्चक्षणे नाशः भवति अतः पञ्चममपि पञ्चमक्षणपर्यन्तं पञ्चमक्षणे एव नाशः भवति खलु पञ्चमक्षणपर्यन्तं भवेत् तर्हि नैयायिकानां चिन्तनम् एवमस्ति न्यूनातिन्यूनं पञ्चक्षणं तिष्ठेत् एका क्रिया पञ्चमक्षणे एव तस्य नाशः अङ्गीकर्तुं शक्यते तस्मात् पूर्वं यदा कदापि तस्य नाशः न भवति यथा भवता प्रतिपादितं प्रथमक्षणे क्रिया जायते द्वितीयक्षणे तत्र किं भवति तत्र विभागः जायते तृतीयक्षणे पूर्वदेशसंयोगनाशः भवति चतुर्थक्षणे नूतनदेशसंयोगः संयोगस्य उत्पत्तिः भवति पञ्चमक्षणे क्रिया नश्यति अस्तु समीचीनं तर्हि संयोगस्य विषये सम्पूर्णचिन्तनम् अस्माभिः कृतं तर्हि सत्यभामा भगिनी वदति वा विभागस्य लक्षणं किम् इति महोदय संयोगनाशको गुणः विभागः एकमेव धनमस्ति एकमेव धनं वा संयोगनाशत्वम् अपि च गुणत्वं दलद्वयमस्ति दलद्वयं तर्हि दलसार्थ किं करोतु संयोगनाशत्वं पे सति गुण गुणत्वा गुणत्ववत् विभागत्वं गुणत्वं विभागः अस्तु तर्हि दलस्तार्थ किं करोतु संयोगनाशत्वं संयोगनाशकत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र दोषः भवति कः दोषः भवति कुत्र भवति सर्वेषु द्रव्य एतदपि सर्वद्रव्यवृत्ति एव तत् त्यजतु इदानीं दलसार्थक्यं कुर्वन्तः चिन्तयामि संयोगम् एव स्वीकुर्मः चेत् संयोगं नास्ति संयोगनाशकत्वं संयोगनाशकत्वम् इति स्वीकुर्मः चेत् अत्र गुणेषु न भवति खलु नाशकत्वं संयोगः यदा भवति तदा एव नाशः भवति अतः द्रव्येषु न कथं वक्तव्यं विना अस्तु वर्षा भगिनी प्रयत्नं करोतु दलसार्थके प्रथमतलं संयोगनाशकत्वं संयोगनाशकत्वं विभागः इति स्वीकुर्मश्चेत् क्रियायाम् अतिव्याप्तिः भवति इति मया चिन्तितम् प्रतिपादयतु कथं वा क्रियायाम् अतिव्याप्तिः भवति संयोगनाशकं क्रियायाम् अपि भवितुं क्रियया अपि भवितुम् अर्हति यदि घटः भूतले अस्ति चेत् तस्य अन्येषां प्रदेशे प्रतिस्थापनं कुर्मश्चेत् तत् क्रियया संयोगनाशकं भवति इति क्रियया इति व्याप्ति इति वक्तुं शक्यते उत्तमं तर्हि अत्र सर्वे पश्यन्तु पूर्वस्मिन् पुटे पञ्चक्षणप्रक्रिया अस्ति खलु तर्हि क्रिया यदा जायते तस्मात् तृतीयक्षणे संयोगनाशः भवति खलु तर्हि तावत्पर्यन्तं क्रिया तिष्ठेत् नो चेत् संयोगनाशः न भवति यदि क्रिया द्वितीयक्षणे एव नश्यति तदा तृतीयक्षणे क्रिया नास्ति चेत् संयोगनाशः अपि न भवति तर्हि क्रिया अपि संयोगनाशस्य एकं कारणम् इति कृत्वा यदि संयोगनाशकत्वम् इति एव दलं स्वीकुर्मः तर्हि क्रियायाम् अतिव्याप्तिः भवति उत्तमं तर्हि तन्निवारणार्थम् एक अन्यः गुणः स्वीकुर्मः तद् गुणः अस्ति विभागः अतः एव संयोगनाशकः एवं वक्तव्यम् यदि तन्निवारणार्थम् इति चेत् गुणत्वम् इति दलं योजनीयं क्रियागुणः नास्ति खलु इति कृत्वा तत्र अतिव्याप्तिः निवार्यते अस्तु तर्हि गुणत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् अन्येषां गुणानाम् अतिव्याप्ति अन्येषु गुणेषु गुणानां नास्ति अन्येषु गुणेषु अतिव्याप्तिः भवति तर्हि दलद्वयमपि आवश्यकं यदि दलद्वयं मिलित्वा स्वीकुर्मः तर्हि लक्षणं केवलं विभागे एव पतति अस्तु तर्हि तस्य वृत्तित्वं कुत्र सर्वद्रव्येषु वृत्तिः हा सर्वासु द्रव्येषु सर्वेषु द्रव्येषु तस्य वृत्तित्वम् अस्ति विभागस्य वृत्तित्वम् अस्ति इत्युक्ते नित्यद्रव्येषु अपि विभागः भवति किन्तु द्वयोः नित्यद्रव्ययोः मध्ये विभागः भवति वा न द्वयोः विभुद्रव्ययोः मध्ये विभागः भवति वा न महोदय किमर्थं क्रिया न अस्ति विभुद्रव्ये अतः संयोगः न भवितुम् अर्हति यदि संयोगः नास्ति चेत् विभागः अपि न भवितुम् अर्हति अनेन किं ज्ञातम् इति चेत् संयोगः अपि क्रियया जायते विभागः अपि क्रियया जायते एव उत्तमं किन्तु यदि एकं द्रव्यं अविभूद्रव्यम् इत्युक्ते मध्यमपरिमाणं नो चेत् अणुपरिमाणम् अस्ति, अन्यद्रव्यं विभुद्रव्यम् अस्ति चेत् तत्र विभागः भवत्येव. अस्तु, तदनन्तरं प्रश्नः अस्ति दलसार्थक्यं कृतम्. अस्तु, विभागः कतिविधं तस्मिन् विषये चिन्तयामः. वर्षा भगिनी वदति वा विभागः कतिविधम् इति? तत् न जानामि महोदय, न पठितवती. न, किन्तु ऊहां कर्तुं शक्नुमः खलु. इदानीं संयोगस्य विषये यथा उक्तं तथा. हा, ओके. हा महोदय, क्रियाजनकविभाग कर्मजः अपि च विभागजः इति वक्तुं शक्यते. हा, उत्तमं, वदतु. कर्मजविभागः विभागजविभागः. कर्मजविभागः कयोः मध्ये भवति? पुस्तके यदि हस्ते पुस्तकम् अस्ति चेत् तस्य विभागः कुर्मश्चेत् तत् कर्मजः विभागः भवति. हस्तपुस्तकस्य विभागेन यदि कायपुस्तकस्य विभागः अपि भवति तर्हि तत् विभागजविभागः भवति. समीचीनम्, उत्तमं. तर्हि हस्तपुस्तकयोः मध्ये कर्मजविभागः, कायपुस्तकयोः मध्ये विभागजविभागः, अपि च कर्मजविभागः अपि एकतरक्रियाजन्यः उभयतरक्रियाजन्यः इति वक्तुं शक्यते. किन्तु इदानीम् अभिघातः नोदनमपि विभागस्य विषये वक्तुं शक्यते वा? भवत्याः चिन्तनं किम्? प्रायः वक्तुं शक्यते महोदय, यदि ध्वनिः उत्पादनं भवति चेत् तद् यदि भवति तर्हि तद् अभिघातः भवति विभागे. यदि ध्वनिः उत्पादनं भवति तर्हि विभागे ध्वनि कदा, उदाहरणं वदतु, विभागे ध्वनिः कुत्र जायते? आं महोदय, एकघटं स्वीकुर्मश्चेत् घटस्य यदि कपालद्वयस्य विभागः कुर्मः नो चेत् तदा तस्य ध्वनिः अपि आगच्छति किल. परन्तु अत्र संयोगः नास्ति. यदि पुस्तके यदि वयम् एकं पुटः टेर् कुर्मः चेत् तस्य ध्वनिः आगच्छति, तद् अभिघातः भवति. उत्तमम्, तादृश उदाहरणं वक्तुं शक्नुमः. इत्युक्ते अत्र बेम्बू अस्ति खलु, तस्य छेदनं कुर्मश्चेत् ततः तत्र ध्वनिः उत्पद्यते खलु. बेम्बू, तर्हि तत् अभिघातस्य उदाहरणं वक्तुं शक्नुमः. नोदनमपि वक्तुं शक्यते वा तत्र? आं महोदय, यदि घटः भूतले अस्ति तस्य विभागः ध्वनि विना भवति चेत् तद् नोदनम्. समीचीनम्. एवमेव अत्र पुस्तके एतत् सर्वं न दत्तं, किन्तु वयमेव एतादृशचिन्तनं कर्तुं शक्नुमः. सर्वत्र पुस्तके यद् दत्तं तावदेव चिन्तनमिति नास्ति, तस्मात् उपरि अपि चिन्तयितुं शक्यते एव, अर्हति एव. अस्तु, तर्हि इतोपि एकं विषयं चिन्तनीयं विभागस्य विषये. संयोगनाशात् विभागः न अतिरिक्तः इति पूर्वपक्षी आक्षिपति. संयोगनाशः एव विभागः इति स्वीकुर्मः. किमर्थं विभागः इति अन्यतमः गुणः स्वीकर्तव्यः? तस्य उत्तरं द्रष्टव्यं, तद् अग्रिमवर्गे कुर्मः. यदि न जानन्ति तर्हि कृपया एकवारं पठन्तु, अपि च यथा मया उक्तं लघ्वीकृतवक्तव्यं, बहु किमपि न वक्तव्यम्. ब्रिविटी इस् द सोल् आफ् विट्. तर्हि तादृशं वदन्तु, किमर्थं संयोगनाशात् विभागः अतिरिक्तगुणः इति किमर्थं स्वीकर्तव्यं, न स्वीकुर्मश्चेत् कः क्लेशः भवति इत्यस्मिन् विषये अग्रे चिन्तनम् अग्रिमवर्गे कुर्मः. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.